येनाक्षरसमन्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौताज्ञिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतमस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः आसीत् तत्र भावे कर्मणि भावप्रयोगः इति, किन्तु अध्यारभ्य तत्र किञ्चित् विषयान्तरं भवति, नाम अद्य तत्र तव्यत् अनियर् प्रत्ययौ इति नूतनविषयः भवति। पुटसङ्ख्या अस्ति 150। तत्र एकवारं तत्र रूपाणि कथं भवन्ति इति पश्यामः। तत्र उदाहरणार्थं तत्र पुटसङ्ख्या 152, तत्र 152 मध्ये प्रयोगः कथं भवन्ति, प्रयोगः कथं भवति इति पश्यामः। तत्र सूर्यकुमारी भगिनी तत्र मध्यभागे तत्र कर्मणि प्रयोग अनियर् प्रत्ययान्तस्य इति तत्र तत् पठति वा भगिनि? अनियर् प्रत्ययान्तस्य इव तव्यत् प्रत्ययान्तस्य अपि प्रयोगः प्रायः कर्मणि प्रयोगे भावे प्रयोगे च भवति। तदुक्तं तव्यत् अनियर् प्रत्ययौ कर्मणि भावे इव भवति। हा, यदि तत्र अनियर् प्रत्ययः वा अथवा तव्यत् प्रत्ययः वा तस्य उपयोगं कर्तुम् इच्छामः, तस्य प्रयोगं यदा भवति तस्मिन् सन्दर्भे तत्र वाक्ये साधारणतया कर्मणि प्रयोगः वा भावे प्रयोगः एव भवति। समीचीनं भगिनि। इदानीं तत्र प्रथम तत्र कर्मणि प्रयोगवाक्ये तत्र वाक्यत्रयं पठतु भगिनि, तत्र रामेण इति। यथा कर्मणि प्रयोगः रामेण गन्तव्यं, शिष्येन प्रष्टव्यं, बालेन पठनीयम्। हा, तत्र अतः कर्मणि अस्ति चेत् तत्र किं भवति, तृतीया भवति, तृतीया भवति, कर्तृपदं तृतीया भवति। अतः तत्र रामेण गन्तव्यं, तत्र वनं गन्तव्यम् इति चिन्तयामः, रामेण वनं गन्तव्यम्। अतः अत्र किं वदामः, अर्थः कः तत्र? सः तव्यत् प्रत्ययः, तत्र अन्यः विकल्पः नास्ति, सः तत्र रामः वनं गच्छति एव इति, खलु? हा, तत् रामः वनं गमिष्यति, अन्य कोऽपि विकल्पः नास्ति, सः तदेव एतदेव तस्य कर्तव्यम् इति, खलु? अतः रामेण गन्तव्यं, शिष्येन प्रष्टव्यं, तत्र गन्तव्यम् इति गच्छति इति क्रियापदं गम् धातुः, शिष्येन प्रष्टव्यं तत्र क्रियापदं प्रष्टव्यं पृच्छदातु महोदय। हा, पृच्छति, पृच्छदातु। हा, समीचीनं भगिनि। अस्तु, इदानीं बालेन पठनीयं, बालेन पठनीयं, हा, क्रियापदं पठ, धातुः अस्ति पठ धातुः, पठति, पठ इति, समीचीनं भगिनि। हा, अस्तु, इदानीं तत्र नरेश् महोदय इदानीं तत्र गीतया इति आरभ्य तत्र वाक्यत्रयं स्वीकरोतु तत्र। आं महोदय, गीतया वदनीयम्। अत्र गीतया तृतीयविभक्ति एकवचनं, वदनीयं वद् धातु, वदनीयं गीतया वदनीयम्, मुनिना तपनीयम्। मुनिना अपि तृतीयविभक्ति एकवचनं, मुनिः शब्दस्य, तप् धातु, तपनीयम् तत्र तपनीयम् इति अस्ति, तप् तपेव प्रायशः धातुः अस्ति खलु तत्र, किन्तु रूपं कथम् अस्ति इति न जानामि, तत्र कोऽपि स्मरति वा तत्र तप् तपति ओ तप् इति एव अस्ति किन्तु हा तप् इति हा अस्तु तत्र तपति इति एव अस्ति तपति तपतः तपन्ति तदेव अस्ति महोदय सत्यं हा अस्तु तत्र तपति इति उष्णः भवति इति अपि तत्र तदपि तत्र ज्वलति इति अर्थः अस्ति अपि तत्र तपं तपः करोति तप करोति इति अपि अर्थः अस्ति भक्तेन नमनीयं भक्तः शब्दः अस्ति भक्तेन तृतीयविभक्ति नम् धातु नमनीयं भक्तेन नमनीयम् हा इति समीचीनं महोदय अस्तु इदानीं सूर्यकुमारी भगिनी इदानीं तत्र यद् वाक्यं भवती पठितवती तत्र गन्तव्यं प्रष्टव्यं पठनीयं समानार्थकः अस्ति तत्र एतद् तेन करणीयम् इत्युक्ते तत्र एतद् सः करोतु इति लोट्लकारे तदेव आज्ञा इति खलु नाम हा गन्तव्यं नाम आज्ञा एव अतः तत्र तत्र रामेण गन्तव्यम् इति लोट्लकारे रूपं कथं भवति रामः वनमिति स्वीकरोतु वनं गच्छतु हा समीचीनम् इदानीं शिष्येण प्रष्टव्यम् इति प्रश्नः प्रश्नः इति स्वीकरोतु शिष्यः प्रश्नः शिष्येण प्रष्टव्यम् इति शिष्यः पृच्छतु शिष्यः वाक्यं पृच्छतु अथवा प्रश्नं पृच्छतु समीचीनं बालेन तत्र ग्रन्थः बालेन पठनीयम् इति स्वीकरोतु तत्र किं भवति बालः पुस्तकं पठतु बालः पुस्तकं पठतु ग्रन्थं पठतु इति समीचीनं हा अस्तु नरेश महोदय इदानीं तत्र वाक्यत्रयं यत् भवान् पठितवान् तत्र लोट्लकारे वदतु एकवारं गीतया वदनीयं वाक्यं गीता गीता श्लोकं वदतु वदतु अथवा तदनन्तरं मुनिना तपनीयं मुनिः तपतु परन्तु मुनिः कर्मपदं किम् अस्ति किमपि यद् भवान् इच्छति तत्र प्रायशः तत्र तपः तपतु इति भवति वा तत्र मुनिः तपः तपतु तपं तपं तपतु हा तत्र प्रायशः तत्र कर्मणि खलु भगिनि अस्तु तदनन्तरं भक्तेन नमनीयं भक्तः गुरुं गुरवे न न गुरुं गुरुं गुरुं नमतु गुरुं नमतु नमतु इति एव खलु अथवा तत्र रूपम् अन्यत् किमपि भवति वा नमति इति अस्ति तत्र नम् धातुः तदेव अस्ति खलु तत्र लोट्लकारे तु नमतु अस्ति अहं चिन्तयामि किं महोदय लोट्लकारे नमतु अस्ति अहं चिन्तयामि नमतु हा नमतु एव अस्ति महोदय लोट्लकारे हा भक्तः गुरुं नमतु इति एकं तत्र परिवर्तनं, तत्र समानार्थक इति वक्तुं शक्नुमः, तत्र आज्ञा इति अन्य अपि अन्यलकारः अपि तत्र समानार्थकः भवति. कः लकारः अत्र? विधिलिङ्ग्. हा, तत्र विध्यर्थे, विध्यर्थे. अतः तत्र इदानीं पुनः सूर्यकुमारी भगिनी इदानीं तत्र विधिलिङ्गकारम् उपयुज्य, विधिलिङ्गकारम् उपयुज्य तत्र वदतु, तत्र रामेण गन्तव्यं, रामः वनं विधिलिङ्ग विद्यार्थे, तत्र रामः वनं, रामः वनं नमेत्. न न, गन्तव्यम् इति अस्ति खलु. ओ ओ, क्षम्यतां, गमेत्. न न न, गच्छति तत्र किं भगिनि? विधिलिङ्गकार, हा विधिलिङ्ग एव, विधिलिङ्ग गमेत्. न न न न, क्रियापदं रूपं, हा गच्छेत्, हा गच्छेत्, समीचीनं. हा, रूपं तत्र गम् दातुः इति चिन्तयित्वा भवती यत् उक्तवती तद् ऊहा समीचीना आसीत्, किन्तु केवलं किञ्चिदेव परिवर्तनं. समीचीनं भगिनी, अतः रामः वनं गच्छेत्. हा, इदानीं शिष्येन प्रष्टव्यं, शिष्यः पृच्छेत्, समीचीनं. हा, बालेन पठने, पठेत् बालः, पठेत्, समीचीनं भगिनि. अस्तु, नरेश् महोदय इदानीं गीतया वदनीयं, गीता वदेत्, वदेत्. हा, मुनिना तपनीयं, मुनिना तपनीयं, मुनिः तपेत्, हा तपेत्, हा भक्तेन नमनीयं, भक्तः नमेत्, नमेत् इति. हा, अतः तत्र समीचीनं खलु. इदानीं तत्र विद्यर्थे लकारः अपि तत्र समानार्थक, यतोहि एतदेव करणीयम्. अतः तत्र विधिलिङ्गकारः अपि अनियर् तव्यत्, तयोः मध्ये तत्र बहु किं तत्र सामीप्यमस्ति, हा सामीप्यम् अस्ति, हा सामीप्यम् अस्ति. विधिलिङ्गकारस्य कर्मणि रूपम् इति अपि चिन्तयितुं शक्नुमः. विधिलिङ्गकारस्य, विधिलिङ्गकारस्य अपि भावे कर्मणि प्रयोगः अस्ति, किन्तु विधिलिङ्गकारसाधारणतया रामः वनं गच्छेत् इति तत्र तस्य कर्मणि इति किं भवति इति साधारणतया चिन्तयामश्चेत् तत्र तनीय तव्यत् अनियर् उपयुज्य एव भवति, तत्र रामेण गन्तव्यम् इति. समीचीनम्. इदानीम् अग्रे तत्र सूर्यकुमारी भगिनी, अग्रे तत्र तत्र सर्वेण करणीयमस्ति, भवता चिन्तनीयम्. अस्तु, इदानीं तत्र भावे प्रयोगः, तस्य रूपाणि एकवारं पठतु भगिनी. तत्र इदानीं वाक्यचतुष्टयं स्वीकरोतु तत्र. महोदय, अश्वेन धावनीयं, सैनिकेन योद्धव्यं, सर्वैः सत्कार्ये रमणीयम्, अश्वः तत्र अग्रिमवाक्यमपि पठतु भगिनि. नायकेन जागरूकेन भवितव्यम्. तत्र मध्ये तत्र कर्तृपदमस्ति, कर्म क्रियापदमस्ति, किन्तु मध्ये यत् अन्यत् पदमस्ति तत् कर्मपदं नास्ति. तत्र विभक्ति किं का अस्ति तत्र, सत्कार्ये इति तत्र विभक्ति का? सप्तमे. हा, जागरूकेन इति, जागरूकेन तृतीय, तृतीय. हा, अतः यतोहि अतः तत्र कर्मपदं नास्ति. हा, प्रथमाविभक्ति नास्ति, प्रथमाविभक्ति नास्ति, कर्मपदं नास्ति. हा, रमणीयं. हा, अस्तु, इदानीं तत्र अश्वेन धावनीयम् इति तत्र लोट् लकारः अथवा तत्र विधिलिङ्गकाररूपं किमपि एकं रूपं वदतु तत्र. अश्वः धावतु, अथवा अश्वः धावेत्, समीचीनं धावेत् अश्वः धावेत् विधिलिङ्गकार अस्तु शयनकः युद्धतु युद्धते युद्धते इति अस्ति इदानीं तत्र आत्मनिपदे धातु अस्ति युद्धते युद्ध्यतां खलु आं क्षम्यतां युद्ध्यतां युद्ध्यतां लोटकारे युद्ध्यतां युद्ध्यताम् अपि विधिलिङ्गकारे यदि यदि वक्तुम् इच्छामः तत्र युद्ध्येत इति युद्ध्येत सर्वैः सर्वाः सर्वे क्षम्यतां सर्वे सत्कार्ये रमन् तत्र रमते इति प्रायश अस्ति खलु भगिनि तत्र अनियरस्ति लोट्लकार रमतु रमन्तु न न न रमते इति आत्मनेपदि दातु क्षम्यते रमते रमन्ताम् रमन्ताम् समीचीनं रमन्ताम् इति लोट्लकारे भवति विधिलिङ्गकारे रमेरन् रमेरन् रमेरन् नायकः जागरूकेण भवतु नायकः जागरूकेण भवतु भवेत् अकर्मकः अस्ति चेत् विधिलिङ्गः अस्ति चेत् नायकः जागरूकेण भवेत् समीचीनं भगिनी हा उत्तमम् अस्तु नरेश् महोदय अस्माभिः न पतनीयम् भवता न भेतव्यम् छात्रैः उपवेष्टव्यम् विजिगीषुना प्रयतनीयम् विजिगीषुना इति तत्र कोऽपि जानाति वा तत् जिगीषुना यः ज्ञातुम् इच्छति जिगीषु यः ज्ञातुम् इच्छति इति वा महोदय अहं चिन्तयामि अहं न जानामि जिगीषु विजिगीषुणा ओ महोदय विजिगीषु इत्युक्ते तत्र वारियर् अथवा इन्वेडर् इति कान्करर् इति अस्ति महोदय अस्तु किन्तु तत्र प्रायशः तत्र एम्बिशन् हा इति जिगीषु पृथक् अस्ति वि उपसर्ग अस्ति वि विजिगीषु इति एव मया दृष्टं तत्र जिगीषु इति अस्तु जिगीषु इति प्रायशः भिन्नम् अस्ति एकनिमिषं महोदय हा जिगीषु इति पश्यामः हा सत्यं महोदय जिगीषु इत्युक्ते यः अन्वेषणं करोति किमपि प्राप्तुम् इच्छति जिज्ञासा अस्ति जिज्ञासा इति प्रायशः नास्ति जिज्ञासा नाम तत्र तत्र ज्ञातुम् इच्छति किन्तु एषः तु तत्र प्राप्तुम् इच्छति विशिङ्ग् टु ओब्टेन् ओर् गेन् इति अस्ति जिगीषु अतः तत्र प्रायशः तदपि भवितुमर्हति तत्र विशिङ्ग् टु ओब्टेन् नालेज् इति अर्थे जिज्ञासु इति किन्तु प्रयतनीयं तत्र प्रयतते इति वा खलु तत्र यतते प्रयतते इति विजिगीषु किमस्ति तदा कान्करर् महोदय विजिगीषु कान्करर् हा अतः तत्र बिजिगीषु इति तत्र बिजिगीष् तत्र गुरुशब्दवत् इति मन्ये महोदय. बिजिगीषु प्रयतते प्रयतते इति लट्लकारे लट्लकारे प्रयतते अतः लोट्लकारे प्रयतताम् प्रयतताम् समीचीनम् यतते ओके यतते प्रयतताम् यतते यतताम् प्रयतते प्रयतताम् अपि तत्र विधिलिङ्गलिङ्ग प्रयत प्रयतेत् प्रयतेत् प्रयतेत प्रयतेत प्रयतेत विजिगीषु प्रयतेत इति अस्माभिः न पतनीयम् अत्र तु पतति पततु वयं पततु इति पुरुषः कः पततु तु प्रथमपुरुष किन्तु उत्तमपुरुष पतामः पताम या लोट्लकारे पताम वयं न पताम वयं न पताम अथवा वयं न पतये पतेयम् न पतेमहि पते न किन्तु इदानीं आत्मनेपदिन्ति पतति इति प्रश्न इदानीं खलु पतेम वयं न पतेम पतेम वयं न पतेम इति भवति अतः तत्र इदानीं तत्र यदि परिवर्तनं कुर्मः तत्र आत्मनेपदी वा परस्मैपदी वा इति द्रष्टव्यमस्ति अतः तत्र पताम अथवा पतेम भवता न भेतव्यम् भवता भवान् न अत्र भेतव्यं तत्र बिभेति इति भीति हा तत्र लोट्लकारे बिभेतु बिभेतु जुहोत्यादिगणे हा हा सत्यं महोदय जुहोत्यादि जुहोत्यादिगणे अस्ति सत्यं महोदय हा बिभेतु हा भवान् न बिभेतु अपि च भवान् न बिभेत् हा न महोदय इदानीं तत्र यतोहि ज्योत्यादिगणे अस्ति तत्र ईयात् इति आगच्छति तत्र बिबीयात् बिबीयात् ओ बिभीयात् इति तत्र बिभेतु अथवा बिभीयात् बिभीयात् इति भवति महोदय अतः तत्र एतेन अभ्यासेन तत्र अन्यंशां लकारणमपि तत्र पुनस्मरणं जातं खलु अस्तु इदानीं छात्रैः उपवेष्टव्यं छात्राः उपविशन्तु हा विधिलिङ्ग छात्राः उपविशेयुः हा समीचीनं महोदय हा उपविशेयुः इति एव भवति इति मन्ये खलु तत्र विधिलिङ्गकारे विधिलिङ्गः उपविशेयुः समीचीनं महोदय उपविशेयुः उपविशन्तु उपविशेयुः हा उपविशेयुः समीचीनं महोदय हा विषेयुः उपविशन्तु अहमपि तत्र एतद् लिखामि यतोहि तत्र नो चेत् वयं स्मरामः विस्मरामः उपविशेयुः इति अतः तत्र लङ्लकारः तत्र विधिलङ्लकारः प्रायशः तत्र बहु समीपम् अस्ति अर्थे अस्तु अतः तत्र एतद् उपयुज्य इदानीं तत्र अर्थः कः इति ज्ञातवन्तः इदानीं तत्र रूपाणि कथं भवन्ति इति तत्र पूर्वस्मिन् अस्ति अवधेयम् इति तत् एकवारं पठामः तर्हि तत्र नरेश् महोदय 151 मध्ये अवधेयम् इति अस्ति एतानि रूपाणि सावधानतया अवलोकयत वदनीयं वद् योग अनीयम् अनियर् प्रत्ययः अस्ति अनीयं भवति वद् वदनीयं गमनीयं गणनीयं गणनीयं गन् योग अनीयम् अनियर् प्रत्ययः अस्ति गणनीयं भवति मननीयं मन् योग अनियम् अनियर् प्रत्यय मननीयम् आवरणे लिखितः अनियर् इत्येषः कश्चन प्रत्ययः एषः प्रत्ययः धातोः अन्ते योज्यते यथा पठ योग अनियर् पठ अत्र पट् इति धातुः अनियर् इति प्रत्ययः अतः तत्र धातु स्वीकृत्य तदनन्तरम् अनियर् प्रत्ययं योजयामश्चेत् तत्र पठनीयं वदनीयं गणनीयं मननीयम् इति रूपं सिद्धं भवति तादृशः एव तत्र तव्यत् अपि प्रत्ययः तस्य अपि समान अर्थे भवति किन्तु प्रथमतया तत्र रूपाणि एकवारं पठामः तत्र सूर्यकुमारी भगिनी तत्र अधोभागे तत्र वामभागे वामस्तम्भे यदस्ति तद् एकवारं पठति वा तत्र रूपाणि अनियर्प्रत्ययान्तरूपं महोदय सत्यं भगिनि प्रायः अनियर्प्रत्ययान्तरूपं कर्मणि प्रयोगे भावे प्रयोगे च उपयुज्यते धातुः क्रीड् क्रीडनीयम् अनियर् प्रत्यय क्रीडनीयं खाद खादनीयं खेल् खेलनीयं क्रु करणीयं चल् चलनीयं गम् गमनीयं श्रु श्रवणीयं स्मृ स्मरणीयं तृतरणीयं भ्रम् भ्रमणीयम् तत्र यत्र अकारः एव अस्ति तत्र क्रीड् अथवा खाद् इति खेल् इति मध्ये तत्र किमपि नूतनं न आगच्छति खलु खादनीयं खेल् खेल् परन्तु महोदय क्रीड् तत्र तु यत्र अस्ति क्रूरन्तस्ति अनियर् इति अस्ति तत्र अकारः अस्ति अतः तत्र ऋकारस्य स्थाने अर् इति भवति अतः कृस्थाने कर् कर् अनीयं करणीयम् इति भवति महोदय मम प्रश्नः अस्ति क्रीड् डकार हलन्त अस्ति खाद् द योग अस्ति चल चल अन्ते अपि लकार नास्ति ल योग अस्ति तत्र नाम महोदय तत्र अकारः तत्र यदि अकारः अस्ति अथवा तत्र दीर्घ आकारः न भवति महोदय अत्र अतो गुणे तत्र नाम तत्र खेल् खाद योगः अनीय खादानीयः इति न भवति महोदय केवलं पुष्प खादानीयं न भवति अत्र क्रीड् अस्ति तदपि हलन्त अस्ति तदनन्तरम् अनियर् इति भवति खलु महोदय तत्र अकारः अस्ति खलु महोदय आम् अतः क्रीडनीयम्। न न अस्तु अस्तु, यत् अहम् उक्तवान् क्षम्यतां महोदय, अस्तु अस्तु, अहं तत्र अजन्त अकारः अन्ते अस्ति इति उक्तवान्, अस्तु अस्तु, इदानीम् अहं हा दोषेन उक्तवान् महोदय, अस्तु। तत्र मध्ये मध्ये तत्र क्रीड् मध्ये किमपि न भवति, खाद् मध्ये किमपि न भवति, खेल् मध्ये किमपि न भवति, किन्तु कृ यत्र अस्ति तत्र ऋकारस्थाने हर् इति भवति, तत्तु गुणकार्यं भवति। गुण् इति नास्ति खलु महोदय, तत्र अर् इति किं भवति, गुण इति वा? आम् क्रीकर भवति, तत्तु गुणकार्यम् अस्ति। अस्तु, इदानीं तदनन्तरं छल् तत्र किमपि नास्ति, घं तत्र किमपि नास्ति, किन्तु श्रु इति तत्र उकारः अस्ति, तत् किं भवति, घकारः। तदपि गुणकार्यं भवति, श्रु गुणकार्यम् अवभवति। हा किम्बा इदानीं तत्र स्मुरु इति तत्र ऋकारपि गुणकार्यं स्मर भवति। इदानीं थृ इति स्थाने तर् भवति, तर् भवति, तावदेव खलु इदानीम्। अतः तत्र इदानीं जानीमः तत्र रूपं कथं करणीयम् इति खलु। परन्तु खाद् धातु दकार हलन्त अस्ति अपि च पूर्ण अस्ति खाद्, अतः चल् अपि चल् अस्ति अथवा चल अस्ति। किन्तु महोदय तत्र छल् वा छल वा यत्किमपि भवतु, किन्तु तत्र एतावत् वयं किं दृष्टवन्तः, तत्र यत्र अन्ते तत्र कुत्र परिवर्तनं भवति, अन्ते तत्र अजन्त भवति चेत् परिवर्तनं वा अथवा हलन्त भवति चेत् परिवर्तनं भवति वा? अत्र परिवर्तनं तु नास्ति, क्रीड् योगकार्यं तत्र गुणकार्यं कदा भवति केवलं तत्र गुणकार्यं तु भिन्न अस्ति, परन्तु अत्र सन्धिकार्यं क्रीड् अपि च खाद् तत् संशयः अस्ति, अपि खेल् चल तत्रापि संशयः अस्ति, सन्धि कथा कथं भवति? हा भवान् इच्छति तत्र सुवर्णदीर्घसन्धि किमपि किमर्थं भवति इति वा? आम् आम्, परन्तु प्रथमं तु प्रश्नः अस्ति धातु खाद् अस्ति अथवा खाद अस्ति। ओ अस्तु अस्तु अस्तु, धातु चल् अस्ति अथवा चल अस्ति। हा तत् समीचीनमेव, तत्र खाद् खाद् इति एव धातु अस्ति महोदय। अहं चिन्तयामि खाद् अस्ति चल् अस्ति अत्र मुद्रादोषम् अस्ति, चाल् अस्तु महोदय, तत्र अस्तु छल् इति एव धातुः अस्ति महोदय, सत्यम्। उपरि अपि पटा अस्ति, पट् पट् पठनीयं, हा सत्यं सत्यमेव, सत्यं सत्यं, मुद्रणं इदानीं समीचीनं भवति खलु इदानीं। हा आम् आम् आगच्छति, हा दीर्घाकारः नास्ति, समीचीनम्। अतः तत्र चल् योगः अनीय चलनीयम् इति, अस्तु समीचीनं महोदय, अस्तु धन्यवादः महोदय। अस्तु इदानीम् अग्रे पठतु, तत्र भवानेव इदानीं तत्र दक्षिणस्तम्भे तत्र रं धातोः तत्र रं रमणीयम्, सह सहनीयम्, मुद मोदनीयम्, अत्रापि गुणकार्यं भवति, मुद मोद भवति। हा किन्तु भेदः अस्ति, नामत्र उपाधि उपाधौ खलु इदानीम् उकारः अन्तिमकारः नास्ति, किं किं पुगन्तलघुपदस्य सूत्रेण मोद् भवति मोद् इति भवति अस्तु अग्रे मोदनीयं शुभ् शोभनीयं युद्ध योधनीयम् ईक्ष ईक्षणीयं वृत् वर्तनीयं शी शयनीयं यत् यतनीयं लोक् लोकनीयम् तत्र मुद्दिति तत्र अहम् उपाधि तु उक्तवान् उपाधि एव खलु तत् समीचीनं पदं तत्र अन्तिमवर्णः न किन्तु अन्तिमवर्णात् प्राक् यः वर्णः अस्ति तस्य नाम किम् उपधा हा उपाधि न उपधा हा उपधा धन्यवादः महोदय अस्तु हा अतः तत्र उपधा मध्ये तत्र परिवर्तनं भवति एक अस्ति चेत् हा अपि तत्र हा अपि तत्र दक्षिणस्तम्भे अपि भामस्तम्भे तयोः मध्ये कः भेदः भामस्तम्भे ये धातवः सन्ति ते कीदृशाः अपि दक्षिणस्तम्भे ये धातवः सन्ति तदुपदधातुः अस्ति न सरल सरलभेदः तत्र नाम दक्षिणस्तम्भे ये सन्ति ते आत्मनिपदि धातवः परस्मैपदि धातवः तावदेव भ्रमति तरति खलु स्मरति शृणोति गच्छति चलति किन्तु अत्र ईक्षते वर्तते शेते यतते लोकते मोदते इति सहते अतः तत्र आत्मनेपदी धातु भवतु अथवा परस्मैपदी धातु भवतु तत्र रूपं समानमेव तत्र अनियर् प्रत्ययस्य योजनेन किन्तु अस्तु समीचीनम् अग्रे तत्र इदानीं तत्र एतावत् अनियर् प्रत्ययः इदानीं तत्र तव्यत् प्रत्ययः अग्रे अस्तु तत्र इदानीं तत्र सूर्यकुमार भगिनी इदानीं तत्र पुनः तत्र भामस्तम्भे यत् अस्ति अनि तत्र तव्यत् प्रत्यय उपयुज्य पठति वा तव्यत् इत्यपि अपरः प्रत्ययः अस्ति यथा अनीयर् प्रत्यय धातोः भवति तदेव तथैव तव्यत् प्रत्यय अपि धातोः भवति उदाहरणमस्ति पट् योगः तव्यत् पठितव्यम् इडागम अस्ति पठितव्यम् समीचीनम् अपि अत्र मुद्रणदोषः नास्ति पठिति एव समीचीनम् अपि पुनः तत्र खाद् इति एव सम्यक्तया अस्ति मुद्रणदोषः नास्ति इदानीं वलादि नास्ति चेत् इडागम न भवति अतः तत्र समीचीनं भगिनि अतः तत्र अनियर् प्रत्ययः सरलम् अस्ति खलु अन्यर् प्रत्ययः सरलः अस्ति यतोहि अनीट् वा सेट् वा इति न यदि न जानीमः अनियर् समीचीनम् अस्ति यतोहि समानरूपम् अस्ति किन्तु तव्यर् मध्ये तत्र सेट् अथवा सेट् दातवा सेट् प्रत्ययः इति ज्ञानं भवेत् अस्तु इदानीं वदतु भगिनि तत्र क्रीड् इति आरभ्य धातुः तव्यत् प्रत्ययान्तरूपं धातुः तव्यत् प्रत्ययान्तरूपं क्रीड् क्रीडितव्यम् इदागमस्ति नम् नन्तव्यम् भगिनि तत्र दक्षिण वामस्तम्भे यदस्ति तदेव पठतु खाद् खादितव्यं सेल् सेलितव्यं क्रु कर्तव्यं चल् चलितव्यं गम् गन्तव्यं श्रु श्रोतव्यं स्मृ स्मर्तव्यं तृ तरितव्यं भ्रम् भ्रमितव्यम् अतः तत्र समानकार्यमस्ति तत्र गुणकार्यमपि अस्ति तृ तरितव्यम् इति भवति खलु आम् महोदय स्मृ स्मर्तव्यम् इति भवति, अपि तत्र मध्ये मध्ये ईडागमः अपि अस्ति, तत्र भ्रमितव्यं, तरितव्यम् अपि, ईडागमः अपि नास्ति, गन्तव्यं, खेलितव्यम् इति, इति अस्ति. समीचीनं भगिनि. अतः तत्र अनियर् सुलभः अस्ति इति मम मनसि अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनि. इदानीं तत्र नरसिंहमध्ये दक्षिणस्तम्भे अस्ति तत्र, अत्र तव्यत्व अस्ति, परन्तु नम् धातु अस्ति चेत् नन्तव्यं, तत् कथं भवति नन्तव्यम्? हा, तत्र महोदय प्रायशः तत्र मकारस्य तत्र अनुनासिकसन्धि इति प्रायशः अस्ति खलु, तत्र मकारस्य सवर्गीय अनुनासिकवर्णः भवति इति. अस्तु, ब्रू वक्तव्यम्. अत्र प्रायशः कार्यं सुलभं नास्ति. किं किञ्चित् कार्यमस्ति. अग्रे शयितव्यं, शयितव्यं, शयितव्यं. वस् वस्तव्यं. श्रे स्रष्टव्यं. त्यज त्यक्तव्यं. हा हातव्यं. भुज भोक्तव्यं. वः वोढव्यं. वद वदितव्यम्. हा, समीचीनम्. अतः तत्र रूपाणि कथं भवन्ति इति दृष्टवन्तः. इदानीं तत्र यत् वयं पूर्वं पठितवन्तः तत्र रामेण गन्तव्यम् इति, तत्र रामः वनं गच्छेत् इति, उक्तवन्तः. अपि तत्र शिष्येण तत्र शिष्यः प्रश्नं पृच्छतु पृच्छेत् इति उक्तवन्तः. किन्तु यदा तत्र प्रश्नः तत्र सूर्यकुमारीभगिनी तत्र अन्यत् वाक्यं पृच्छेत् इति स्वीकृतवती इति मन्ये, किन्तु अहं तत्र शिष्यः प्रश्नं पृच्छतु इति स्वीकृतवान्, किन्तु तत् समीचीनं न भवति अस्मिन् वाक्ये, यतोहि तत्र शिष्येण प्रश्नः प्रष्टव्यम् इति न भवति. यतोहि तत्र किं भवति, गन्तव्यं प्रष्टव्यम् इति क्रियापदं नास्ति. क्रियापदात् एतत् पदं निर्मितं, किन्तु क्रियापदं नास्ति. तत् किं भवति, प्रातिपदि नामपदं, नामपदं विशेषणम् अस्ति कर्मपदस्य. अतः तत्र शिष्यः प्रश्नं पृच्छतु अथवा पृच्छेत् इति स्थाने यदि तत्र तव्यत् स्थापयामः, शिष्येण प्रश्नः प्रष्टव्यः इति भवति. यतोहि प्रश्नः इति पुल्लिङ्गे अस्ति इति कृत्वा, बालेन बालः तत्र, हा, तत्र गीता श्लोकं वदतु इति अस्ति, किन्तु गीतया श्लोकः वदनीयः इति भवति. श्लोकः पुल्लिङ्गे अस्ति, श्लोकः वदनीयः. इदानीं तत्र तत्र भक्तः देवीं नमति, नमतु इति अथवा नमेत् इति स्वीकुर्मश्चेत् इदानीं तत्र नमनीया, नमनीया, समीचीनं भगिनी, हा, इति भवति. अतः तत्र आदौ तत्र वयं एत विशेषणम् इति तस्य विषयं मास्तु इति कृत्वा, तस्य विषयं मास्तु इति कृत्वा तस्मिन् सन्दर्भे किमपि न उक्तवन्तः, किन्तु इदानीं तद् तदपि मनसि भवेत्. अतः तत्र अग्रे तत्र अग्रिमपुटे एतद् एषः एव विषयः भवति, किन्तु तस्मात् प्राक् तत्र अभ्यासः, द्वितीय अभ्यासः अस्ति, सः तं कुर्मः, तदनन्तरं तत्र विशेषणं कथं भवति इति पश्यामः. अस्तु, अतः तत्र एकं सूर्यकुमारी भगिनी तदनन्तरं नरेश महोदय एकम् एकं स्वीकृत्य वदन्ति वा अग्रिमे अभ्यासः कर्तृप्रयोगकर्मणि प्रयोग वा हा सत्यं भगिनि हा तत्र अत्र कानिचन वाक्यानि इति तत्र आरभ्य उदाहरणमस्ति देवः रक्षेत् देवः रक्षेत् देवेन रक्षणीयम् अनियर् अपि तत्र रक्षणीयं तत्र णत्वं भवति यतोहि शकारः रकारः अतः तत्र रक्षणीयं नत्वं भवति समीचीनं मध्ये अपि तत्र आसीत् खलु तत्र अन्यर् प्रत्यये तत्र तस्मिन् विषये वक्तुं विस्मृतवान् किन्तु रं दातु रमणीयम् इति आसीत् अपि ईक्षणीयम् इति ईक्षणीयं हा तत्रापि तत्र शकरमूर्धन्य शकारः अस्ति इति कृत्वा नत्वं भवति हा अस्तु अग्रे भगिनी सात्यकिः वदेत् सात्यकिः वदेत् भावप्रयोगः अस्ति भावप्रयोगे नास्ति कर्मणि प्रयोगे एव अस्ति वदति इति कर्मकधातुः कर्मपदं न दत्तं किन्तु कर्मणि प्रयोगः एव खलु महोदय सात्विकिः वदेत् सात्यख्या न न सात्यकिः इति सात्यकी हरिणा सात्विकेन सात्यकिना किना खलु हरिणा हरिणा कविना वदनीयं वदनीयं समीचीनम् अस्तु नरेश महोदय अग्रे ऋषिः ध्यायेत् ऋषिणा ध्यायनीयं ऋषिणा ध्यायनीयं महोदय तत् कर्म विशेषणमस्ति तत् ध्यायनीयं वदनीयं तत्र नाम यत्र कर्मपदं नास्ति चेत् तत्र किं भवति डीफाल्ट् इति वदामः तत्र एकवचने इति अस्तु अस्तु अतः तत्र यदि कर्मपदमस्ति चेत् कर्मपदं किं वचनं किं लिङ्गं किं तद्दृष्ट्वा एव एतस्य रूपं भवति किन्तु यत्र कर्मपदं न दत्तम् अतः तत्र एतावत् तत्र कर्मपदस्य विषये एव तत्र विशेषणं भवति इति न उक्तं खलु महोदय अग्रिमे पुटे एव उक्तम् अतः ते त्यक्तवन्तः केवलं तत्र प्रथमतया नपुंसकलिङ्गं परन्तु एतत् कर्मस्य विशेषणम् अस्ति हा अतः नपुंसकलिङ्गं न तु किमपि कर्तृपदस्य और् अन्य किमपि सत्यम् अतः कर्मपदं नास्ति अतः डिफाल्ट् अस्ति नपुंसकलिङ्गे एकवचने इति क्रियापदम् नास्ति चेत् कर्मस्य विशेषणम् अस्ति हा कर्मपदस्य विशेषणमस्ति किन्तु कर्मपदं नास्ति चेत् नपुंसकलिङ्गे एकवचनम् इति साधारणनियमः अस्तु अतः एव तत्र ध्यायनीयम् इति भवति समीचीनं हा अस्तु अग्रे शिवकुमारी भगिनी माता पालयेत् मात्रा पालयितुं पालनीयं पालनीयं हा हा हा मात्रा मात्रा पालनीयं मात्रा समीचीनं हा समीचीनं भगिनि हा योधः नयेत् योधः योधेन नयेत् निधातु नियम् योधेन नियम् नेतव्यम् इति प्रायशं भवति खलु नयनीयं नयनीयम् अथवा नयनीयम् अथवा नेतव्यम् इति नयनीयम् अथवा नेतव्यं नियोगः अनियर् हा अतः ने ने इति भवति नय हा नय समीचीनं भगिनि हा योधेन नयनीयं योधेन नेतव्यं हा नेतव्यं हा नयनीयम् अथवा नयनीयम् अथवा नेतव्यं कविः रचयेत् कविना रचनीयं रचितव्यं हा रचितव्यम् अथवा रचनीयं हा कविना रचनीयं समीचीनं भगिनि हा अस्तु धर्मः जयेत् धर्मेण जयनीयं तत्र जयनीयम् अपि च जेतव्यं जेतव्यम् अथवा तत्र हा तत्र जेतव्यम् अथवा किं भवति जय हा जेतव्यम् अथवा जयनीयं हा जयनीयं जयनीयं हा जेतव्यम् अथवा जयनीयम् भगिनि क्षम्यतां महोदय जयेत् धातु का जय धातु अस्ति भगिनि तत्र जी धातुः जी जी धातुः जी जा भवति वा जय जयत् क्षम्यताम् हा हा तत्र जी धातुः जयति इति एव तत्र लट्लकारे ज्ञानी दद्यात् जुहोत्यादिकमस्ति ज्ञानिना दातव्यं दादातु दाय दा योगः नीर् दानीयं दानीयं हा समीचीनं भगिनि हा हा हा दातव्यम् अथवा दानीयं धेनुः चरेत् धेनुः तृतीयविभक्ति धेन्वा चरणीयम् अपि च चरितव्यम् धेन्वा चरणीयं चरितव्यम् हा चरणीयम् अथवा चरितव्यं समीचीनं महोदय चरितव्यम् भाववाहकः वहेत् वहदातुः भारवाहकेन वहनीयं वहितव्यं वहितव्यम् अथवा वहनीयं हा समीचीनं हा महोदय अत्र वह धातु वोढव्यं दत्तमस्ति वोढव्यं धन्यवादः हा यतोहि तत्र सत्यं महोदय धन्यवादः होडः भवति क्षम्यताम् हा हा समीचीनं महोदय महोदय न तव्यत् मध्ये वोढव्यः इति अस्ति महोदय किन्तु अनियर् तु वहनीयः इति एव अस्ति अस्तु हा किन्तु धन्यवादः महोदय समीचीनमेव तत्र वहनीयः इति अस्ति हा अपि तत्र वोढव्यः इति तत्र अत्र वोढव्यं कथं नास्ति वोढव्यः क्षम्यता क्षम्यता वोढव्यं वोढव्यं वोढव्यम् वोढव्यं वहनीयं वहनीयं सत्यं सत्यं वहनीयं वोढव्यं सत्यं महोदय लेखः लिखेत् लेखकेन लेखनीयं लेखितव्यं लेखितव्यं हा समीचीनं महोदय हा तत्र अनिट् अथवा सेट् इति तत्र भेदः भवति लेखनीयं लेखितव्यं हा अतः तत्र सेट् इति जानीमः तत्र लेख हा अस्तु समीचीनम् इदानीं तत्र विशेषणं कथं भवति इति इदानीं पश्यामः तर्हि तत्र नरेश महोदय तत्र प्रथम उदाहरणं तत्र पठतु तत्र छात्रेण अधोभागे तत्र छात्रेण छात्रेण पाठः पठनीयः पठितव्यः पुल्लिङ्गे पुल्लिङ्गम् अस्ति अस्ति चेत् पाठः अग्रे स्त्रीलिङ्ग अस्ति पत्रिका पठनीया पठितव्या नपुंसकलिङ्गस्य पुस्तकं पठनीयं पठितव्यम् इति समीचीनम् अतः तत्र लिङ्गभेदः अस्ति इति ज्ञातवन्तः अस्तु इदानीं सूर्यकुमारी भगिनी अग्रिमं तत्र कविना इति स्वीकृत्य काव्यं लेखनीयं लेखनीयं काव्यं नपुंसकलिङ्गम् लेखितव्यम् एकवचने काव्ये लेखनीये काव्ये द्विवचनमस्ति वा काव्ये इति द्विवचने खलु लेखनीये अन्यरपि द्विवचनमस्ति लेखितव्ये द्विवचनम् आम् काव्यानि बहुवचनमस्ति लेखनीयानि नपुंसकलिङ्गं लेखितव्यानि लेखितव्यानि तत्र बहुवचनं यतोहि विशेषणम् अग्रे त्वया अग्रे महोदय अग्रे अन्यविषयः अस्ति तत्र नाम विभक्तिविषयः नाम तत्र विशेषणमस्ति चेत् समानलिङ्गं समानविभक्तिः समानवचनमिति अस्ति खलु लिङ्गवचन अपि च विभक्ति पठतु महोदय तत्र त्रयं पठतु तदनन्तरम् अन्यत्रयं तत्र सूर्यकुमारी भगिनी पठति त्वया करणीयं कर्तव्यं कार्यम् एतत् तत्र साक्षात् क्रियपदं किम् अस्ति किम् इत्युक्ते अस्ति त्वया करणीयम् अथवा कार्यम् एतत् अस्ति अस्ति प्रथमविभक्ति द्वितीयविभक्ति करणीयं कर्तव्यं कार्यं शीघ्रं कुरु हा त्वया यत् कार्यमस्ति कर्तव्यं कार्यमस्ति तत् कार्यं शीघ्रं त्वं कुरु तत्र त्वम् इति कर्तृपदं खलु यतोहि कुरु इति अस्ति हा त्वं कुरु किं कुरु कार्यं कुरु अत्र कार्यम् इति पदस्य द्वितीयविभक्ति कीदृशं कार्यं यत् कार्यं कर्तव्यमस्ति तद् कर्तव्यं कार्यं शीघ्रं कुरु अस्तु अग्रे तृतीयविभक्ति करणीयेन कर्तव्येन कार्येन श्रेयः प्राप्यते अत्रापि कर्तव्येन कार्यस्य विशेषणम् अस्ति कर्तव्येन कार्येन तत्र किं भवति त्वया श्रेयः प्राप्यते नाम त्वं श्रेयः प्राप्नोति प्राप्नोषि त्वं श्रेयः प्राप्नोषि किन्तु केन मार्गेण श्रेयः प्राप्नोति तत्र कर्तव्येन कार्येण श्रेयः प्राप्नोति इदानीं तदेव कर्मणि प्रयोगे वदामः अतः तत्र त्वया कर्तव्येन कार्येण श्रेयः प्राप्यते इति अस्तु समीचीनं धन्यवादः महोदय अस्तु अग्रे सूर्यकुमारी भगिनी इदानीं तत्र करणीयात् पञ्चमी अस्ति कर्तव्यात् कार्य त्वया इति योजयतु तत्र सर्वदा त्वया त्वया करणीयात् कर्तव्यात् कार्यात् मा पलायताम् पलायताम् पलायताम् नाम मा पलायताम् त्वया मा पलायताम् कस्मात् मा पलायताम् कर्तव्यात् कार्यशेष्यं कर्तव्यात् विशेषणम् समीचीनं भगिनि तदेव अस्ति अस्तु अग्रिमवाक्यं करणीयस्य षष्टि करणीयस्य कर्तव्यस्य कार्यस्य आवलिं कुरु त्वया कर्तव्यस्य कार्यस्य आवलिं कुरु तत्र षष्टिविभक्ति कस्य आवलिं कुरु कार्यस्य कीदृशस्य कार्यस्य कर्तव्यस्य कार्यस्य आवलिं कुरु अथवा कार्याणां तत्र कर्तव्यानां कार्याणां करणीयानां कार्याणाम् आवलिं कुरु अस्तु अग्रे सप्तमी विभक्तिः कर्तव्ये कार्ये त्वया त्वया त्वया इति स्थापनीयं त्वया त्वया कर्तव्ये कार्ये तव श्रद्धा आवश्यकी श्रद्धा स्त्रीलिङ्ग अस्ति चेत् आवश्यकी आवश्यकी इति विशेषणं श्रद्धा इति पदस्य इति किन्तु तत्र मूलविषयः कः तत्र कार्ये इति सप्तमी सम्यक् सम्यक् तत्र श्रद्धा श्रद्धा अस्ति इत्युक्ते श्रद्धा अपि तत्र विश्वासः तस्मिन् समये तत्र सप्तमी भवति खलु अत्र श्रद्धा कुत्र अस्ति कार्ये अस्ति कीदृशे कार्ये अस्ति कर्तव्ये कार्ये तव श्रद्धा आवश्यकी त्वया त्वया कर्तव्ये कार्ये नाम यत् कार्यं त्वया करणीयम् अस्ति अथवा कर्तव्यम् अस्ति त्वया करणीयम् अस्ति किमपि कार्यं त्वया करणीयमस्ति तस्मिन् कार्ये तव श्रद्धा आवश्यकी अस्ति खलु महोदय अस्तु समीचीनम् अस्तु समीचीनमस्ति अतः तत्र अद्य तत्र वयं बहु किमपि अतीतवन्तः तत्र पुटत्रयं पठितवन्तः अद्य समीचीनम् सम्यक् अस्ति हा अस्तु समीचीनम् अस्तु अतः तत्र सूर्यकुमारी भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः पुनर्मिलामः